गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। अत भगवद्गीता ज्ञानं पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रहितां पुराणमुनिना मध्ये महाभारतम्। अद्वैतामृतवर्षिणीं भगवती सुषमा महोदय, भवत्याः नेटवर्क समस्या अस्ति, ध्वनिः न श्रूयते। अस्तु, अद्वैतामृतवर्षिणी अस्तु न न वदतु भगिनि। अद्वैतामृतवर्षिणीं भगवद्गीतां अष्टादशाध्यायिनीम् अम्बद्वाम् अनुसन्ददामि भगवद्गीते भवद्वेषिणी। अद्वैतामृतवर्षिणीं भगवती महाद अष्टादशाध्यायिनीम् अम्ब त्वाम् अनुसन्ददामि भगवद्गीते भवद्वेषिणी। नमोऽस्तु ते व्यास विशालबुद्धे पुल्लारविन्दारक्तपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः। नमोऽस्तु ते व्यास विशालबुद्धे पुल्लारविन्दायतपत्रनेत्र येन त्वया भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः। प्रपन्न पारिजाताय स्तोत्रवेत्रैकपानये ज्ञानमुद्राय कृष्णाय गीतामृदुहे नमः। प्रपन्न पारिजाताय स्तोत्रवेत्रैकपानये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। वसुदेवं हंसचानूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। वसुदेवसुतं देवं कंसचानूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। भीष्मद्रोणतडा जयत्रतल जला गांधार नीलोत्पला भीष्मद्रोणतटा जयद्रथ जला गांधार नीलोत्पला शाल्यग्राहवती कृपेन वह्नी कर्णेन वेलाकुला शाल्यग्राहवती कृपेन वह्नी कर्णेन वेलाकुला। अश्वद्धाम विकर्ण दोर मकरां दुर्योधनावर्तिनी अश्वत्थाम विकर्ण घोर मकरा दुर्योधनावर्तिनी सोतीर्ण कलु पांडवै रणवदी कैवर्त केशवः। सोतीर्णा खलु पांडवै रणनदी कैवर्तकः केशवः। पराशर्यवच सरोज ममलं गीतार्थ गन्धोत्कटम् पराशर्यवचः सरोज ममलं गीतार्थ गन्धोत्कटम् नानाख्यान केशरं हरिकथा सम्बोधनाबोधितम् नानाख्यानकेसरं हरिकथा सम्बोधना बोधितम् लोके सज्जनषट्पदैरहेरपेपीयमानमुदा लोके सज्जनषट्पदैरह हरहरपेपीयमानमुदा भूयाद्भारत पङ्कजं कलिलमलं तद्वंशिनश्रेयसे भूयात्पारत पङ्कजं कलिमल प्रध्वंसिनश्रेयसे मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् यत्कृपातमहं वन्दे परमानन्दमाधवम् अथ गीतामाहात्म्यं अथ गीतामाहात्म्यं गीताशास्त्रमिदं पुण्यं यत्पठेन् प्रयतपुमान् गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् विष्णोर्पदमवाप्नोति भयशोकविवर्जितः विष्णोः पदमवाप्नोति भवशोकविवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च गीताध्ययनशीलस्य प्राणायाम परस्य च नैव सन्ति हि पापानि पूर्वजन्म कृतानि च नैव सन्ति हि पापानि पूर्वजन्म कृतानि च जलनिर्मोचनं पुंसां जलस्नानं दिने दिने मलनिर्मोचनं पुंसां जलस्नानं दिने दिने सकृद्गीताम्बसि स्नानं संसारमलनाशनम् सकृद्गीताम्बसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यै शास्त्रविस्तरैः गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्मादिनि सुधा या स्वयं पद्मनाभस्य मुखपद्माद्विनिः सुता भारतं भारतामृतं मृदसर्वस्यं विष्णोर्वक्त्रोदिनि श्रुतं भारतामृतसर्वस्वं विष्णोः वक्त्रद्विनिः श्रुतम् गीता गङ्गोतकं पीत्वा पुनर्जन्म न विद्यते गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावः दोक्ता गोपालनन्दनः सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्स सुधीर् भोक्त्वा दुग्धं गीतामृतं महत् पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् एकं शास्त्रं देवकी पुत्रगीतम् एकं शास्त्रं देवकी पुत्रगीतम् एको देवो देवकी पुत्र एव एको देवो देवकी पुत्र एव एको मन्त्रस्य नामानि यानि एको मन्त्रस्य तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा कर्मापेक्यं तस्य देवस्य सेवा शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम्। लक्ष्मीकांतं कमलनयनं योगिगिध्यानगम्यम्। कांतं योगिविद्यानगम्यम्। वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं। वंदे विष्णुं भवभयहरं सर्वलोकैकनाथं। यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः। यं ब्रह्मा वरुणेन्द्र रुद्र मरुतः। सुन्वन्ति दिव्यैः स्तवैः। सुन्वन्ति दिव्यैः स्तवैः। वेदैः सांग गभत्रम् उपनिषद् गायन्ति यं सामगा। वैदेही साङ्गपदक्रमोपनिषदैः गायन्ति यं सामगाः। ध्यानावस्थितगतेन मनसा पश्यन्ति यं योगिनः। ध्यानावस्थितगतेन मनसा पश्यन्ति यं योगिनो। पश्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः। यस्यान्तं न विदुः सुरसुरगणा देवाय तस्मै नमः। ॐ श्री परमात्मने नमः। ॐ श्री परमात्मने नमः। श्रीमद्भगवद्गीता। श्रीमद्भगवद्गीता। अथ नवमोऽध्यायः। अथ नवमोऽध्यायः। राजविद्या राजगुह्ययोगः। राजविद्या राजगुह्यो योगः। श्रीभगवानुवाच। श्रीभगवानुवाच। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं अजिज्ञात्वा मोक्ष्यसे सुभात्। ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्ष्यसे शुभात्। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्। अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप। अश्रद्धधानाः पुरुषाः धर्मस्यास्य परन्तप। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि। अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि। मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः। मत् तानि सर्वभूतानि न चाहं तेष्वस्थितः न च मत्स्थानि भूतानि पश्यमे योगमैश्वरम् न च मत्स्थानि भूतानि पश्यमे योगमैश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावनः भूतभृन्न च भूतस्थः ममात्मा भूतभावनः यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात् भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात् न च मान्तानि कर्माणि निबध्नन्ति धनुञ्जय न च मान्तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनम् असक्तं तेषु कर्मसु उदासीनवदासीनम् असक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् मयाध्यक्षेण प्रकृतिः सूयते सश्चराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् अवजानन्ति मामूढाः मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् परं भावमजानन्तः मम भूतमहेश्वरम् मोघाशा मोघकर्माणो मोघज्ञानाविचेतसः मोघाशा मोघकर्माणः मोघज्ञानाविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् भजन्त्यनन्यमनसः ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञस्वधाहमहमौषधम् अहं क्रतुरहं यज्ञः स्वदाहमहमौषधम् मन्त्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम् मन्त्रोऽहमहमेवाज्यम् अहमग्निरहं हुतम् पिताहमस्य जगतो माता धाता पितामहः पिताहमस्य जगतः माता धाता पितामहः वेद्यं पवित्रमोङ्कार ऋक्सामयजुरेव च वेद्यं पवित्रमोङ्कारः ऋक्सामयजुरेव च गतिर्भर्ता प्रभुः साक्षी निवासशरणं सुहृत् गतिर्भर्ता प्रभुः साक्षी निवासशरणं सुहृत् प्रभव प्रलयस्थानं निधानं बीजमव्ययम् प्रभवः प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वर्षन् निगृह्णामि सृजामि च तपाम्यहमहं वर्षन् निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्युश्च तदसच्चाहमर्जुन अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन त्रैविद्या मां सोमपाः पूतपापा त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिवि देवभोगान् अश्नन्ति दिव्यान् दिवि देवभोगान् ते तं भुक्त्वा स्वर्गलोकं विशालं ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनोप्रपन्ना एवं त्रयी धर्ममनुप्रपन्ना गता गतं कामकामा लभन्ते गता गतं कामकामा लभन्ते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् तेऽपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते यान्ति देवव्रता देवान् पितॄन्यान्ति पितृव्रताः यान्ति देवव्रता देवान् पितॄन्यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् पत्रं पुष्पं फलन्तोऽयं यो मे भक्त्या प्रयच्छति पत्रं पुष्पं फलन्तोऽयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते मामनन्यभाक् अपि चेत् सुदुराचारो भजते मामनन्यभाक् साधुरेव समन्तव्यः सम्यक् व्यवसितो हि सः साधुरेव समन्तव्यः सम्यग् व्यवसितो हि सः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः मा हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम् अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम् मन्मनाभवमद्भक्तो मद्याजीमान् नमस्कुरु मन्मनाभवमद्भक्तो मद्याजीमान् नमस्कुरु मामे वैष्यसि युक्त्वैवम् आत्मानं मत्परायणः मामे वैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ॐ तत्तदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॐ श्री ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः ॐ श्रीकृष्णार्पणमस्तु हरये नमः हरये नमः हरये नमः यदक्षरं पदं पृष्टं मात्राहीनं मात्राहीनं तु यद्भवेत् ष्टं मात्राहीनं तु यद्भवेत् तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॐ तत्सत् श्रीकृष्णार्पणम्